नमस्कारः सर्वेभ्यः. अद्यतनसोमवासरन्यायचिन्तनवर्गे सर्वेषां स्वागतम्. तत्र लक्ष्मी भगिनी इदानीम् अस्ति वा? म्यूट् मध्ये अस्ति वा? अस्तु, तर्हि सरला भगिनी पठितुं शक्नोति वा प्रथमं परिच्छेदं? पञ्चनिमिषं यावत् ददातु महोदय. अहम् अन्य पञ्चनिमिषं केवलं पञ्चनिमिषम् आवश्यकी. अस्तु, चिन्ता नास्ति. अग्रे आगच्छतु, वयं किञ्चित् पुनराभ्यासं कुर्मः तावत्. सरला भगिनी. आं महोदय. गते सप्ताहे किं पठितम् इति किञ्चित् परिशीलयामः वा, पुनः अवलोकयामः. अस्तु, गते सप्ताहे वयं दृष्टवन्तः निश्चयकज्ञानम् अपि यत् प्रतिबन्धकः अस्ति, प्रतिबद्धज्ञानं यत् अस्ति, संशयात्मकज्ञानं वा तत् प्रतिबन्धकनिश्चयज्ञानं किम् अस्ति, तस् अस्ति पर्वतो वैन्याभाववान्, तस्य विरोधी तस्य विरोधी ज्ञानम् अस्ति. तत् प्रति कथं यस्य मनसि तत् अस्ति, तत् पर्वतवैन्याभाववान् अस्ति, तस्मिन् कथम् अन्य पर्वतवहिनीमान् अस्ति, कथम् आगतं, तस्य निश्चय कथं परिवर्तनम् आनयितुं शक्नुमः, तस्य विवरणं गतसप्ताहे वयं कृतवन्तः. सो प्रतिबन्धकज्ञानं वहिन्याभाववान्, तस्य विपरीतज्ञानम् अस्ति संचयज्ञानं. संचयज्ञाने द्वे प्रकारता द्वयम् अस्ति. एका प्रकारता अस्ति यत् अस्ति वैन्याभाव, अन्य प्रकारता अस्ति वहनी अस्ति इति, किन्तु इतोपि संचय अस्ति. सो संचयप्रकारता द्वे, निश्चयकज्ञाने यत् विरोधी ज्ञानम् अस्ति तस्मिन् प्रकारता केवलम् एकमेव अस्ति, तद् पर्वते वहनी नास्ति इति. तस्य तदनन्तरं कथं तत् श्रोतुः मनसि समाधानं कृतं वहिनी पर्वते अस्ति, तस्य विवरणं अस्ति. यदि प्रथमं प्रतिबन्धकं भवति कारणं कि सः प्रत्यक्षज्ञानं तस्य मनसि आगच्छति, वहिनी पर्वते नास्ति, प्रत्यक्ष न दृश्यति अस्ति. सो प्रत्यक्षज्ञानं प्रति अन्य अस्ति तस्य भाव अनुमिति अभावः अस्ति. अनुमिति तस्य विपरीतं कथम् आगच्छति, यथा वृक्षादौ वैन्याभावः अस्ति, वृक्षादौ वैन्याभावः अस्ति, वृक्षाः पर्वते सन्ति, सो पर्वते अपि वैन्याभावः अस्ति इति अनुमति तस्य मनसि आगच्छति. तृतीयं शाब्दबोधः यः कृतवान् तं प्रति, तत् अपि वः यः तत् पुरुषः ज्ञातवान् तत् पर्वते वहनी नास्ति शाब्दबोधेन इति. इदानीं यदि पुनः यस्य मनसि निश्चयेन पर्वते वहनी अस्ति, तत् पुरुषः पुनः तं वदति, इदानीं तस्य मनसि आगच्छति कि मम दृष्टि दोषाय, मम दृष्ट्यां दोषः अस्ति, अहं चक्षुषा पर्याप्तं न द्रष्टुं शक्नुवान्, वा तस्य पर्वते वहनी इति अस्ति, तस्य अनुमति आगति, तत् अपि दोष अप्रमा अस्ति. यः माम् उक्तवान् सः यथार्थज्ञानं नास्ति तस्य. तृतीयं तस्य अहं शाब्दबोधमस्ति तदपि समीचीनं नास्ति. यदि तस्य साधनं दोषाय दोषयुक्त अस्ति, सः तस्य मनसि यः वेण्याभाव आसीत् तस्य विपरीतम् इदानीं विचारितुं शक्नोति. तस्य विचारम् इदानीं परिवर्तनं भवति. अतः सः श्रोता अङ्गीकरोति पर्वते वहनी अस्ति इति. तस्य परामर्श शाब्दबोधात् परामर्शात् तस्य मनसि अनुमति आगच्छति वहनी पर्वते अस्ति इति. सो परोप्यग्निं प्रतिपद्यते. तस्मात् द्वे प्रकारद्वयम् अस्ति. एकम् अस्ति यस्य मनसि निश्चयात्मकज्ञानम् अस्ति, तस्य मनसि पुनः परिवर्तनम् आगच्छति. अन्य अस्ति श्रोता यस्य मनसि संशयः अस्ति, संशय निवारितुं भवति तस्य. सो द्वयोः संशयः यदि निवारितुं भवति, पर्वते वहनी अस्ति इति अनुमति आगच्छति. तर्हि अग्रे पठतु कृते. यस्य तु पर्वतः 199 तमे पुटे आरम्भतः. यस्य तु पर्वतः वेण्याभाववान् इति निश्चय इन्द्रियादि साधनेषु न दोषज्ञानं, तस्य निश्चयस्य प्रतिबन्धकत्वम् अस्ति एव इति न्यायवाक्य श्रवणेन परामर्शे उत्पन्ने अपि न भवति एव पर्वतवहनीमान् इति अनुमिति इति पूर्वम् उक्तम् एव इति अलं विस्तरेण. यस्य श्रोता यः पूर्वं वहन्याभाववान् इति निश्चयकज्ञानं तस्य मनसि आगतम् इदानीम् अपि पुनः श्रोतुमपि सः निश्चयेन वदति मम इन्द्रियास कोऽपि दोषं नास्ति, यापि का अनुमितिः अस्ति तत् दोषाय नास्ति. अपि शाब्दबोध यः उक्तवान् तस्य अपि का दोषं नास्ति. सो यत् साधनैः सः तस्य निश्चयं कृतवान् स तेषां कोऽपि दोषं न दृष्टवान् तत् साधनेषु. सः इदानीमपि परामर्शत् शाब्दबोधेन तस्य मनसि परामर्श आगच्छति, किन्तु अनुमति न आगच्छति. इदानीमपि सः वदति पर्वतवहन्या भाववान् इति. तस्य पुरुषं प्रति कोऽपि साधितुं कोऽपि अन्य प्रयोगः नास्ति इति लेखकः वदति. वाक्यश्रवणेन परामर्शः भवति, तथापि अनुमति न आगच्छति. तस्य कारणं किं? तस्य मनसि एकमेव प्रकारता वहनी नास्ति इति तिष्ठति तस्य मनसि. सः न अन्य प्रकारता न स्वीकरोति. महोदय, अधुना सिद्धा अस्मि महोदय. अस्तु, पठतु भगिनि. प्रतिज्ञा इति अस्मादारभ्य यदुक्तं पूर्वं श्रुतं खलु सरला भगिन्या? निश्चयात्मक यत्र यस्मिन् मनसि वह्निः नास्ति इति निश्चयं भवति तत्र सः तस्य कृते वह्निः अस्ति इति पर्वते वह्निः अस्ति इति प्रतिबन्धकः भवति तस्य ज्ञानं प्रतिबन्धः तस्य ज्ञानम् इत्युक्ते तस्य निश्चयात्मकः ज्ञानं प्रतिबन्धः भवति कीदृश कथं वा सः तादृशज्ञानं प्राप्तवान् इत्युक्ते त्रिप्रकारकं तत्र भवितुमर्हति. एकं तु सः पर्वते वृक्षान् पश्यति यत्र वृक्षाः सन्ति तत्र वह्निः न भवति इति कृत्वा सः पर्वते अपि वह्निः नास्ति इति चिन्तयति इति अनु इति सः अनुमतिः प्राप्नोति. अन्य प्रत्यक्षप्रमाणेन अपि सः प्रत्यक्षेन अपि सः वह्निः अभाव पर्वतः वह्निः अभवान् इति चिन्तयति इत्युक्ते पर्वते तत्र प्रायः धूमः एव तत्र दृश्यते किन्तु वह्निः तु तत्र साक्षात् न दृश्यते इति कृत्वा सः पर्वतः वह्निः अभवान् इति प्रत्यक्षेन सः चिन्तयति. तत् धूमप्रत्यक्षं न साक्षात् अत्र न धूमप्रत्यक्षं किन्तु साक्षात् वह्निः अभावप्रत्यक्षम् वह्निः अभावप्रत्यक्षम् आम् तत्र धूमम् इति मध्ये धूममध्ये आगच्छति चेत् अनुमितिः भवति खलु व्याप्ति सर्वम् आगच्छति केवलं साक्षात् संयुक्तविशेषणता इति सम्बन्धेन पर्वते ओहो वह्नि नास्ति न दृश्यते सम्यक् न दृश्यते इति आम् केवलं साक्षात् वह्नि अभाव प्रत्यक्षं किं वदामः स्वीकरोति सः तस्य किं सरला भगिनि किमपि अस्तु अग्रे भगिनि अस्तु तृतीयप्रकारकम् अस्ति शाब्दबोधः इत्युक्ते यदि कोऽपि वञ्चकः पुरुषकः पर्वते वह्निः नास्ति इति वदति सः तादृशशब्दबोधेन सः चिन्तयति पर्वते वह्निः नास्ति इति त्रिविधप्रकारकेण निश्चयात्मकज्ञानस्य उत्पादनं भवति प्रमाणं त्रिभिः प्रमाणैः इति वक्तुं शक्यते अस्तु तृतीयैः त्रिभिः प्रमाणैः अस्तु त्रिभिः प्रमाणैः अहं तत्र शब्दस्य कीदृशशब्दः उचितम् इति अहं चिन्तितवती त्रिभिः प्रमाणैः सः निश्चयात्मक एतादृशनिश्चयात्मकज्ञानं भवितुमर्हति. अनन्तरं यदि स एव पुरुषः चिन्तयति यदि मम इन्द्रियं दुष्टम् इत्युक्ते इन्द्रियदोषं इन्द्रियदोषम् अस्ति वा न अथवा मम परामर्शे तस्य परामर्शः परामर्शे दोषः अस्ति वा अथवा पर्वते वह्निः नास्ति इति आप्तवाक्यं नास्ति इति एतादृश ज्ञानं तस्मिन् मनसि आगच्छति तदा प्रतिबन्धकस्य प्रतिबन्धकस्य नाशनं भवितुं शक्यते. तस्मात् किं यदा प्रतिबन्धकस्य नाशं भवति तदा पर्वतः वह्निव्याप्य धूमवान् पतितः वह्निमान् इति सः अनुमतिः प्राप्नोति. इत्युक्ते सा तादृशपुरुषः अपि सङ्ग्रहकर्ता परोपि अग्निं प्रतिपद्यते इति तादृशपुरुषः अपि परोपि परः कीदृशपरः इति तादृशपुरुषः अपि स्वीकार्यते. इदानीं पर्वतः पर्वतः धूमवान् पर्वतः वह्निव्याप्य धूमवान् इति परामर्शः वा अनुमितिः वा? पर्वतः वह्निव्याप्य धूमवान् इति परामर्शः इति पर्वतः वह्निमान् इति अनुमितिः, पर्वतः वह्निव्याप्य धूमवान् इति परामर्शः. भेदः अस्ति, सूक्ष्मभेदः, किन्तु भेदः मुख्यभेदः परामर्शात् अनन्तरम् अनुमितिः. अपि च अग्रिमपरिच्छेदे किम् उक्तम्? अग्रिमपुटे यः तु पर्वतः वह्निः अभवान् इति निश्चय तत्र यदि पर्वतः वह्निः अभाववान् इति सः निश्चयेन जानाति निश्चयः यस्य कस्यापि मनसि यदि पर्वतः वह्निः अभाववान् इति निश्चयेन निश्चयात्मकः ज्ञानम् अस्ति तदा इन्द्रिये दोषत्वं वा परामर्शे दोषत्वम् इति सः इत्युक्ते एकनिमिषं पठामि महोदय. यस्य तु पर्वतः वह्निः अभाववान् इति निश्चयः अग्रे अस्तु इन्द्रियादिसाधनेषु न दोषज्ञानं तस्य निश्चयस्य प्रतिबन्धकत्वम् अस्ति एव इति न्यायवाक्यश्रवणेन परामर्शे उत्पन्ने अपि न भवति एव पर्वतः वह्निमान् इत्यनुमतिः इति पूर्वमुक्तमेव इति अलं विस्तरेण. अस्तु यस्य मनसि वह्निः अभाववान् पर्वतः वह्निः अभवान् इति निश्चयः ज्ञानम् अस्ति सः तत् ज्ञानं प्रतिबन्धकः भवति तस् अतः यदि न्यायवाक्यश्रवणेन इत्युक्ते क्रमेण यदि यः कोऽपि तत्र पञ्चावयववाक्यः स्वीकृत्य पर्वतः वह्निमान् इति वदति सः तस्य मनसि पर्वतः वह्निमान् इति अनुमतिः न उत्पन्नं भवति. किमर्थं न उत्पन्नं? पर्वतः वह्निः अभवान् इति निश्चयः यत् ज्ञानमस्ति तत् प्रतिबन्धकः. अपि च किं पूर्वस्मिन् परिच्छेदे प्रतिबन्धकः आसीत् किन्तु कः भेदः? किन्तु सः तस्य मनसि मम इन्द्रिय दृष्टं परामर्शः भ्रमः तादृश अन्य नूतनज्ञानम् आगच्छ ततः अतः प्रतिबन्धकस्य नाशनम् अभवत्. एतस्य मनसि इन्द्रियादिसाधनेषु सम्यक् एव इति सः अधुना सः सैव तदेव सः चिन्तयति अतः प्रतिबन्धकस्य नाशनं न भवति. साधनेषु दोषः तेन न दृश्यते परिच्छेदे यः श्रोता अस्ति तर्हि आहत्य चतुर्विधश्रोतारः खलु. एकः संशयवान्, एकः परन्तु वह्निमान् इति जानाति एव तस्य कृते अपि न परार्थानुमान् न आवश्यकम्. तृतीयविधश्रोता यः निश्चित विपरीतनिश्चितज्ञानम् अस्ति यस्य पर्वतो वह्निः अभाववान् इति विपरीतज्ञानं निश्चितः तस्य द्विविधम्. एकः दोषं पश्यति साधनेषु दोषं पश्यति तस्य अनुमतिः जायते पर्वतो वह्निमान् इति अनुमतिः. यः दोषे इन्द्रियादिसाधनेषु दोषं न पश्यति तस्य कृते किमपि परिवर्तनं न भवति. कोऽपि अन्यसाधनं नास्ति तस्य, साधनं नास्ति. तर्हि आहत्य अस्माकम् अनुभवः किं, नूतनं ज्ञानं प्राप्तव्यं चेत् पूर्वं पूर्वनिश्चितज्ञानस्य पूर्वं सञ्चय स्थापयतु, तदनन्तरं अहमत्र शिक्षकः अस्मि, तत्र वदामि लर्न् इट् वेल् बट् डोण्ट् लर्न् इट् टु वेल्, तर्हि परिवर्तनं न भवितुं शक्यते. सैन्स् मे तथा अस्ति खलु, सैन्स् विषये एक्स्पेरिमेण्ट् अस्ति, नूतनविषयः प्रतिदिनम् आगच्छति, तर्हि पूर्वतन थियरि तस्य त्यक्तव्यं भवति, पूर्वज्ञानस्य त्यक्तव्यं भवति नूतनज्ञानस्य अपेक्षया. तर्हि तादृशमस्ति, काण्ट् लर्न् इट् टु वेल्. अस्तु अग्रे अस्मि भगिनि, प्रतिज्ञा. अस्तु, प्रतिज्ञा. प्रकृतम् अनुसरामः, स्वयं धूमपरामर्शात् वह्नि अनुमितिमान् भूत्वा, अस्तु भूत्वा परज्ञानाय यान् पञ्च अवयवान् प्रयुङ्क्ते तान् क्रमेण आह पर्वतो वह्निमान् इत्यादिना. यद्यपि परामर्शजन्या प्रमा अनुमितिः पर्वतो वह्निमान् इत्याकारिका उक्तैव, इदमपि वाक्यं तादृशमेव शाब्दबोधं जनयति. एवं च तत् ज्ञानम् अनुमित्या समानविषयक उत्पन्नम् इति का अपेक्षा अनुमितेः इति शङ्का भवति. तथापि तादृश एव अत्र श्रोता ग्राह्याः, यस्य हेत्वाद्य उत्पन्यासेन विना केवलं पर्वतो वह्निमान् इति वाक्यमात्रात् जिज्ञासा न शाम्यति. ज्ञातुमिच्छति च पर्वते वह्निसाधकः कः इति, तं प्रत्येव अग्रिमवाक्यानां प्रयोगः. अस्तु अस्तु, मूलविषयम् अनुसरामः. तत्र पञ्चव्याहवाक्यानि सन्ति, इत्युक्ते न्यायवाक्यं यत् वाक्यानि इति वदामः, तत्र पञ्चव्यवाक्यानि सन्ति. तत् प्रथममस्ति प्रतिज्ञा अस्ति. अस्मिन् उदाहरणे प्रतिज्ञा पर्वतः वह्निमान् इति, कोऽपि स्वयं पर्वते धूमं दृष्ट्वा वह्निव्याप्य धूमः इति परामर्शात् सः पर्वतः वह्निमान् इति अनुमितेः ज्ञानं प्राप्नोति. सः अन्यकमपि बोधनाय पञ्चव्यवाक्यानि वाक्यं प्रयोगं करोति यद्यपि परामर्शजन्या तत् पञ्चव्यवाक्येषु प्रथमवाक्य अस्ति प्रतिज्ञा पर्वतः वह्निमान् इति. यद्यपि परामर्शजन्या प्रमा अनुमितिः पर्वतो वह्निमान् आकारिका उक्तैव. अस्तु अस्तु, अनुमिति परामर्शजन्या अस्ति, इत्युक्ते परामर्शज्ञानेन अनुमितिः जायते. अनुमितिः अत्र अनुमितिः इति पर्वतः वह्निमान् इति आकारकः ज्ञानम् अनुमितिः भवति, उत्पन्नं भवति. इदमपि वाक्यं तादृशमेव शब्दबोधं जनयति. एकनिमिषम्, अत्र उक्ता एव इति किमर्थम् उक्तम्? उक्ता एव पर्वतो वह्निमान् इति इत्याकारिका उक्ता एव, तदेव तदेव प्रथमवाक्यं खलु, प्रतिज्ञावाक्यम् इति. प्रतिज्ञावाक्यं प्रथमं वदति. समानवाक्यम् अनुमितिः अपि, यद् वाक्यं प्रतिज्ञावाक्यं पर्वतो वह्निमान् इति, प्रतिज्ञावाक्यम् अनुमितिः अपि पर्वतवह्निमान् इति आकारकः पूर्वं दृष्टम् परामर्शजन्य अनुमितिः अपि पर्वतो वह्निमान् प्रथमम् उक्तवाक्यम् अपि पर्वतो वह्निमान् इति अस्ति अस्ति खलु द्विवारं तर्हि किं कस्य प्रतिज्ञावाक्यम् एव अनुमितिवाक्यं प्रतिज्ञावाक्यं यत् भवति तदेव अनुमितेः अनुमितेः आकारः सः एव मुख्यविषयः अत्र अग्रे अग्रे अग्रे इतोपि स्पष्टं भवति इदमपि अस्तु इदमपि वाक्यं तादृशमेव शाब्दबोधं जनयति अस्तु यद् अनुमितेः इव न प्रतिज्ञा इव वा अनुमितेः इव अनुमितिः एव अस्तु अनुमति प्रतिज्ञावाक्यम् अपि अनुमतिवाक्यमिव शाब्दबोधं जनयति शाब्दबोधं जनयति अत्र शाब्दबोधम् इत्युक्ते पर्वतः वह्निमान् इति आकारः एवं च तत् ज्ञानम् एवं च तत् ज्ञानम् अनुमित्या समानविषयकम् उत्पन्नम् इति का अपेक्षा एवं च तत् ज्ञानम् अनुमित्या समानविषयकम् उत्पन्नम् इति का अपेक्षा अनुमितेः इति शङ्का भवति ओ अस्तु अस्तु अत्र शङ्का किम् अस्ति इत्युक्ते प्रतिज्ञा इव प्रतिज्ञावाक्यम् अनुमितेः इव समानवाक्यं समानविषयस्य ज्ञानमेव उत्पादयति इति तत्र अपेक्षा किम तत्र अपेक्षा अस्ति इत्युक्ते तत्र किमर्थं तत्र अपेक्षा भवेत् किमर्थं शङ्का न भवेत् इति प्रश्नः भवति चेत् तथापि तादृश एव अत्र श्रोता ग्राह्याः यस्य हेत्वाद्यु उपन्यासेन विना केवलं पर्वतो वह्निमान् इति वाक्यमात्रात् जिज्ञासा न शाम्यति अस्तु अत्र अस्तु पर्वतः वह्निमान् इति यत्र प्रथमं यत्र अनुमतिः अभवत् तत्र पञ्चसोपानेषु अनन्तरम् अनुमितेः अभवत् अत्र परज्ञानाय शाब्दबोधं भवति तत्र प्रथमवाक्यमेव अनुमतेः वाक्यमेव समानवाक्यमेव तत्र अस्ति प्रश्नः उदेति तत् कथं वा श्रोतुः मनसि स एव ज्ञानम् ज्ञानस्य उत्पादनं भवति इति प्रश्ने सति तत्र हेत्वाद्य उपन्यासेन इति तत्र अत्र किं वदति अहं चिन्तयामि तत्र पञ्चावयवानि किमर्थम् इष्टम् इति प्रश्ने तादृश आकारिक अनुमितेः समानज्ञानम् एव तत्र उत्पन्नं भवेत् इति कृत्वा पञ्चव्यवाणि आवश्यकं तृतीयमेव हेतु खलु सत्यं यथा यदि कोऽपि वदति पर्वतो वह्निमान् इति प्रथमवाक्यं वदति खलु प्रतिज्ञावाक्यं स एव वाक्यं पर्वतो वह्निमान् इति शाब्दबोधज्ञानं जनयति एव खलु तर्हि यदि अहं स्वीकरोमि ओ मम मित्रं वदति पर्वतो वह्निमान् प्रतिज्ञावाक्यम् ओहो पर्वतो वह्निमान् इति स्वीकरोमि चेत् किमर्थम् अनुमितेः आवश्यकं किमर्थं हेतुवाद उपन्यासेन विना अहं स्वीकरोमि पर्वतो वह्निमान् यदि तर्हि अनुमितेः का अपेक्षा इति शङ्का भवति खलु किमर्थम् अनुमिति पञ्चमवाक्यं अहं स्वीकरोमि पर्वतो वह्निमान् इति कोऽपि वदति चेत्. ओ अस्तु, यस्य हेत्वाद्य उपन्यासेन विना, यदि हेतु अन्यवाक्यानि न सन्ति सः केवलं तस्य जिज्ञासा न शाम्यति तस्य. अस्तु, केवलं पदतः वह्निमान् इति वदनेन तस्य जिज्ञासा न शाम्यति. पञ्चवाक्यानि वक्तव्यानि, पञ्चवाक्यानि वदनेन एव पर्वतः वह्निव्याप्य धूमवान् इति सम्पूर्णज्ञानं भवति खलु. हा, यः कोऽपि एकः अस्ति स्वीकरोति पर्वतो वह्निमान् इति, अपरः अस्ति किमर्थं हेतुवाद् उपन्यासः भवेत्, का हेतुः पर्वतो वह्निमान् इति जिज्ञासा अस्ति, कथं वदति भवान् पर्वतो वह्निमान् इति, तस्य को तर्कः, वाक्यमात्रात् जिज्ञासा न शाम्यति, केवलं प्रतिज्ञावाक्येन अपरस्य जिज्ञासा न सन्तुष्टः भवति. ज्ञातुमिच्छामि किमर्थं पर्वतो वह्निमान् इति, किमर्थं भवान् वदति, तस्य कृते सर्वम् आवश्यकम्. यः स्वीकरोति आरम्भे अस्तु पर्वतो वह्निमान् मम जिज्ञासा किमपि नास्ति, तस्य कृते अग्रे अग्रिमवाक्यं न आवश्यकं, चत्वारि वाक्यानि न आवश्यकानि. किन्तु यः श्रोता यस्य हेतुवादि उपन्यासेन विना जिज्ञासा न शाम्यति, पर्वतो वह्निमान् इति वाक्यमात्रात् केवलं तस्य तेन वाक्येन तस्य जिज्ञासा न सन्तुष्टः, सः न तृप्तः, तस्य कृते केवलं हेतुवादि उपन्यासः आवश्यकः. शुद्धम् आम् शुद्धं द्विविधश्रुतारौ अत्र. आम् अग्रे ज्ञातुमिच्छति, ज्ञातुमिच्छति च पर्वते वह्निसाधकः कः इति. अस्तु, यः पर्वतः वह्निमान् इति वाक्येन तस्य कथम् इति, किमर्थमिति ज्ञातुमिच्छति, कथं वा इति ज्ञातुमिच्छति. सः कः पर्वते वह्निसाधकः तस्य कृते तत् प्रत्येव अग्रिमवाक्यानां प्रयोगः. महोदय, वह्निसाधकः इत्युक्ते किं, मीन्स् वह्नी कथम् आगच्छति इति कारणं, पर्वतो वह्निमान् इति कथं साधयति भवान्, तस्य कः हेतुः, कः तर्कः, कः लाजिक् अस्ति, साधक इति तर्कः भवति, किं साध्यं, किं पर्वतो वह्निमान् इति साध्यं खलु, वह्नेः साधकः कः, धूमः खलु, धूमः व्याप्तिज्ञानं तत्सर्वं खलु, कथं वह्निं साधयति वक्ता, कथं साधयति, धूमः यत्र यत्र धूमः तत्र वह्निः, तस्मात् किं तथा च योजनेन किं भवति, किं अत्र क प्रत्यय योजितमस्ति न, साध्यति क्रियापदं भवति, तावत् व्याकरणं न जानामि भगिनि, किन्तु प्रत्ययः अस्ति साधकः, तत्र नुल् प्रत्ययः आगतः, यदा महोदयः उक्तवान् धूमः कथं साधकः अस्ति अत्र धूमकः, साध्यः अस्ति वह्निः, कथं वक्ता वह्निः साधयति इति इत्येव तत्र आशा, इत्युक्ते यदि वह्निः पर्वतः वह्निमान् एव वदनेन धूमस्य कोऽपि तत्र वार्ता नास्ति, यदि श्रोता यदि वक्ता पर्वतः प्रत्यक्षेण सः तः वह्निः दृष्टवान् वा अतः अथवा अन्य किमपि साधना उपयुज्य तत्र वह्निः अस्ति इति अनुमानं प्राप्तवान् वा श्रोतारः न श्रोतारः न जानाति अतः प्रश्नं करोति. अत्र भगिनि प्रत्यक्षं न भवति खलु यतोहि सः यस्य वह्निः यस्य प्रत्यक्षम् अस्ति सः व्याप्तिज्ञानं तस्य नास्ति नावश्यकं वि डोण्ट् नो इफ् ही नोस् इट् आर् नाट् किन्तु यः धूम यः स्वयं धूमपरामर्शात् वह्निः अनुमतिं करोति अनुमानं करोति सः एव अत्र वक्ता तथा एव सः पृच्छति कलं कः साधकः कथं वदति भवान् इति बुद्धम् तद् प्रश्नः अस्ति वा तर्हि अग्रे सरला भगिनि यस्तु यस्तु पर्वतो वह्निमान् इति वाक्यं श्रुत्वा तज्जन्यशाब्दबोधेन कृतकृत्यः न हेतुं जिज्ञासते न तं प्रति हेतु आद्युपन्यासः आवश्यकः नापि परामर्श तस्य निश्चयजनकः किन्तु शब्द एव तस्य जायमानोऽपि शाब्दबोध एव इति ध्येयम् एवं च शब्दात् पर्वते वह्निं ज्ञात्वापि कुतः तत् साधकं प्रमाणं किम् इति श्रोतुः जिज्ञासायां द्वितीयवाक्यं पर्वत प्रवर्तते धूमात् इति यः तु पर्वतो वह्निमान् इति वाक्यं श्रुत्या तज्जन्यशाब्दबोधेन कृत्यकृत्य न हेतु जिज्ञासति यदा वक्तुः अस्ति तस्य श्रोता प्रकारं द्वयम् अस्ति एकप्रकारः श्रोता अस्ति यस् पर्वते वह्निमान् इति प्रतिज्ञावाक्यं श्रुत्वा सः तृप्तः अस्ति तत् सन्तुष्टः अस्ति तद् श्रुत्वा तत् शाब्दबोधेन सः सन्तुष्टः अस्ति तस्य मनसि कोऽपि अग्रे ज्ञातुम् इच्छा नास्ति तस्य कारणं किम् अस्ति हेतु नः सः न इच्छति हेतु पर्वते वह्निमान् तस्य हेतु किम् अस्ति न तु प्रति हेतु आदि उपन्यासः आवश्यकः तत् प्रति वक्तुः वक्ता अन्य उपन्यास अन्यानि वाक्यानि वदति वा न तस्य कोऽपि तस्य प्रति कोऽपि कोऽपि आवश्यकं न भवति तस्य प्रति नापि परमाश्च तस्य निश्चयजनकं किन्तु शब्दव्य तस्य मनसि निश्चयजनकज्ञानम् अस्ति शब्द श्रुत्वा पर्वते पर्वतो वह्निमान् इति अलं तस्य प्रति तत् श्रोता प्रति परामर्श वा तस्य अनुमति इति कोऽपि आवश्यकं नास्ति तस्य जायमानो अपि शाब्दबोध एव इति ध्येयम् तस्य जायमान अपि शाब्दबोध एव इति ध्येयं तस्य मनुष्य प्रति यत् शब्द प्रतिज्ञा ज्ञानम् इति शाब्दबोध इति अलम् अस्ति तस्य प्रतिज्ञावाक्यं श्रुत्वा तस्य शाब्दबोध आगच्छति पर्वतो वह्निमान् एव एवं च शब्दात् पर्वते वह्निं ज्ञात्वा अपि कुतः तत् साधकं प्रमाणं किम् इति श्रोतुः जिज्ञासायां द्वितीयवाक्यं प्रवर्तते धूमात् इति द्वितीय प्रकारः यः श्रोता अस्ति एतत् शब्दात् श्रुत्वा अपि पर्वतो वह्निमान् सः सन्तुष्टः नास्ति सः ज्ञातुम् इच्छति कुतः सः प्रश्नः करोति तस्य तत् वक्तुं तत् वक्तारं कुतः पर्वतो वह्निमान् अस्ति कुतः तस्य साधकं प्रमाणं किं कथं भवान् वदति पर्वतो वह्निमान् तस्य साधकं किमस्ति प्रमाणं किमस्ति तत् मां ददातु इति श्रोतुः यदि प्रश्नं करोति तस्य जिज्ञासा श्रान्तुं सः द्वितीयवाक्यं वदति धूमात्, कारणं कि सः धूम दृष्टति पश्यति पर्वते, अतः पर्वतो वह्निमान् तस्य कारणम् अस्ति धूम इति द्वितीय श्रोतारं प्रति सः वदति इति. सो एकश्रोतारं तस्य प्रति पर्वतो वह्निमान् इति अलं तस्य मनसि किमपि अग्रे ज्ञातुं कापि इच्छा नास्ति. अन्य श्रोता अस्ति तस्य मनसि आगच्छति कथं भवान् वदतु पर्वतो वह्निमान् अस्ति इत्य प्रमाणं ददातु. सो तस्य प्रमाणं दत्वा द्वितीयवाक्यं सः उपयोगं करोति दत् हेतुवाक्यम् अस्ति धूमात् इति. पर्वतो वह्निमान् प्रतिज्ञावाक्यं कुतः धूमात् द्वितीयं वाक्यं हेतुवाक्यं. महोदय अत्र कृत अकृत्यः इति तत्र किं समासपदं कृतं कृत्यं येन, कृतम् इत्युक्ते यत् कृतमित्युक्ते कृतं साधितं, कृत्यं यत् करणीयं करणीयं साधितं येन सः कृतकृत्यः इत्युक्ते सन्तुष्टः तृप्तः. इतोपि अधिकं सः न इच्छति, स्वीकरोति. स्थितप्रज्ञासि सः कृतकृत्यं भवति. सन्तुष्टः तस्य इतोपि अग्रे किमपि आशा नास्ति आकाङ्क्षा नास्ति. तस्य कृते हेतु हेतु इत्यादि वाक्यानि वक्तुं न आवश्यकः कुतः इति सः न पृच्छति. किं भगिनि? न सः प्रथममेव सन्तुष्टः अस्ति एतद् ज्ञात्वा पर्वते वर्णि अस्ति इति. अत्र पश्यतु एवं च तस्य कृते परामर्शः अपि न आवश्यकः नास्ति, परामर्शः अपि ज्ञानं न जनयति. परामर्शः केवलं शब्दबोधः केवलं शब्दबोधः अनन्तरं तत्र तस्य अस्ति तत्र तस्य परामर्शः तस्य निश्चयजनकः किन्तु शब्दे एव पुनः वाक्यस्य आरम्भे तस्य जायमानो अपि तत्र तस्य केन अन्वय तस्य शब्दस्य अन्वयं केन भवति इति. तस्य ज्ञानस्य न्यायस्य जायमानो अपि शब्दबोधः एव तस्य जायमानः क्षम्यताम् जायमानं चेत् ज्ञानं चेत् जायमानं भवति. अत्र जायमानः निश्चयजनकः ज्ञानं निश्चयजनकः शाब्दबोधः एव तस्य प्रतिज्ञावाक्यस्य जायमानोपि शाब्दबोध इति ध्येयं साधु तत्र तस्य प्रतिज्ञा तस्य अत्र अपि शब्दम् अपि शब्दस्य तस्य शाब्दबोधः एव भवति. आम् आम् प्रथमवाक्यमपि शाब्दबोध इति एक प्रकार श्रोता प्रति भवति न अग्रे उक्तं खलु एवं च शब्दात् पर्वते वह्निं ज्ञात्वा अपि सः पृच्छति इत्युक्ते द्वितीयविदेश यस्य जिज्ञासा अस्ति सापि शब्दबोध तस्मिन्नपि शब्दबोधं जायते आरम्भे शब्दबोधात् पर्वते वह्निमान् इति सः अपि जानाति तथापि तस्य जिज्ञासा अस्ति कुतः इति. यस्य जिज्ञासा अस्ति तस्य मनसि ज्ञानं द्विवारं जातं. प्रथमं शब्दबोधज्ञानं जातं किन्तु सः न सन्तुष्टः इतोपि ज्ञातुम् इच्छति, कुतः इति ज्ञातुम् इच्छति, तस्य कृते अग्रिमचत्वारि चत्वारि वाक्यानि तस्मात् पुनः अन्वितिः तस्य जायते. पूर्वं शाब्दबोधः अभवत्, अनन्तरं पुनः अनुमितिः अभवत् द्विवारम्. ओ अस्तु. यः जिज्ञासु तस्य मनसि ज्ञानं द्विवारम्. अस्तु, प्रथमवाक्येन ज्ञानम् अभवत्, किन्तु कुतः इति प्रश्नेन पुनः अनुमिति अनुमितेः अपि ज्ञानं भवति. आरम्भे शब्दबोधज्ञानं, तथा तु अत्र उक्तं खलु, एवञ्च शब्दात् पर्वते भग्निं ज्ञात्वा अपि कुतः इति पृच्छति, जिज्ञासा अस्ति तस्य. तस्मात् हेतुवाद उपन्यासेन पुनः परामर्शः, पुनः अनुमितिः तस्य भवति. तस्यैव परार्थ अनुमानं भवति. प्रथमविधश्रोतुः केवलं शाब्दबोधज्ञानं खलु, तं प्रति न परार्थ अनुमानं, केवलं शाब्दबोधं ज्ञानं तस्य. साधु भेदः? साधु. अग्रे अस्मि भगिनि, उदाहरणवाक्यम्. अस्तु, उदाहरणवाक्यं. यस्मात् पर्वते धूमः अस्ति अतः, अत्र च श्रोतुः आकाङ्क्षा भवति, कुतो न जलात् धूमादेव च कुतः. ताम् आकाङ्क्षां शमयितुं धूमे व्याख्याख्यः वह्निसम्बन्धः वह्निसम्बन्धः अस्ति इति बोधनाय तृतीयं वाक्यं प्रवर्तते, यो यो धूमवान् सः वह्निवान् इति. अनेन वाक्येन हि पूर्वदर्शितरीत्या सकलधूमाधिकरणेषु वह्निसत्त्वं प्रतिपाद्यते. अस्तु, उदाहरणवाक्यम् उदाहरणवाक्यम् अत्र वह्निः पर्वतः वह्निमान् इति वदनेन यस्मिन् मनसि जिज्ञासा अस्ति तत्र उदाहरणवाक्यं ओ किमर्थं द्वितीयवाक्यमस्ति हेतुः. हेतुः इत्युक्ते यस्मात् पर्वते धूमः अस्ति, पर्वतः वह्निमान् किमर्थं पर्वते धूमः अस्ति. श्रोतुः मनसि आकाङ्क्षा भवति, यदि धूमः अस्ति तर्हि किमर्थं तत् वह्निः एव पर्वते भवेत्, किमर्थं तत्र जलम् अन्य किमपि द्रव्यं न तत्र भवेत्, धूमवह्नियोः मध्ये कः सम्बन्धः इति श्रोतुः मनसि आकाङ्क्षा भवति. ताम् आकाङ्क्षां शामयितुं आकाङ्क्षां पूरयितुं तत्र धूमः वह्निव्याप्य ओ शमयितुं धूमे व्याप्याख्यः वह्निसम्बन्धः अस्ति इति बोधनाय. अस्तु, यत्र धूमः अस्ति तत्र धूमः सर्वदा वह्निसम्बन्धः, वह्निव्याप्य धूमः एव इति बोधनम् आवश्यकम् तं बोधनाय वह्निव्याप्य धूमवान् इति निरूपणार्थं तृतीयवाक्यं प्रवर्तते, यो यो धूमवान् सः वह्निमान् इति. उदाहरणवाक्यं किम् अस्ति? उदाहरणवाक्यं महानसे यो यो धूमवान् सो अग्निमान्, यथा महानसम् इति उदाहरणम्, यथा महानसम् इति उदाहरणं. महानसे तत्र धूमः अस्ति, वह्निः अपि अस्ति इति तत्र अनुभवः. इत्युक्ते तत्र अनेन वाक्येन साधु अग्रे वदतु अत्र सः पृच्छति कः सम्बन्धः धूमात् इत्युक्तं खलु अस्तु धूमात् तर्हि किं धूमं धूमवह्निधूमयोः कः सम्बन्धः इति प्रश्नः आगच्छति खलु किमर्थं धूमात् कुतो न जलात् किमर्थं धूमात् एव इति प्रश्नः आगच्छति खलु श्रोतुः मनसि किमर्थं जलात् वह्निं न साधयितुं शक्नुमः किमर्थं धूमात् तस्य तत्र किं वाक्यं व्याप्तिनामक वह्निधूमयोः सम्बन्धः अस्ति तत् वक्तव्यं खलु तत् बोधनाय कृता भवता भवत्या उक्तं यो यो धूमवान् तृतीयवाक्यम् उक्तं स वह्निमान् यथा महानतमिति मध्ये स्थापनीयम् अस्तु अनेन वाक्यनैः पूर्वदर्शितरीत्या सकलधूमाधिकरणेषु वह्निसत्त्वं प्रतिपाद्यते अस्तु यथा यो यो धूमवान् सः वह्निमान् इति वदनेन सर्वत्र यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अपि तत्र भवति इति सकलधूम अधिकारणेषु वह्निः अपि अस्ति इति प्रतिपादनार्थं उदाहरणवाक्यम् आवश्यकम् इत्युक्ते उदाहरणवाक्यम् आवश्यकं न न तथा न व्याप्तिसम्बन्धः धूमवह्निः वह्निधूमयोः मध्ये व्याप्तिसम्बन्धः दर्शनीयः व्याप्तिसम्बन्धेन एव सकलधूमाधिकरणेषु वह्निसत्त्वं प्रतिपादयितुं शक्यते अत्र व्याप्ति प्रदर्शयितुं उदाहरणं यथा महानसे इति आवश्यकम् महानसे अपि यत्र महानसे अपि यदि वह्निः नास्ति तत्र धूमः अपि नास्ति इति तदपि वक्तव्यं भवति किं भगिनि वह्निः नास्ति चेत् धूमो नास्ति अस्ति खलु अखिल अत्र सकलधूम अधिकरणेषु इत्युक्ते यस्मिन् यत्र यत्र धूमः अस्ति तस्मिन्नेव अधिकरणे वह्निः भवेत् अस्ति न केवलं वह्निः अस्ति किन्तु तस्मिन्नेव अधिकरणे अत्र पर्वते पार्श्वे इति न समानाधिकरणे समानाधिकरणमपि प्रदर्शनीयम् तस्मात् अत्र तथा उक्तं साधु साधु महोदय अग्रे सरला भगिनि अस्तु सर्वेषु धूमाधिकरणेषु वह्निः अस्ति इत्यस्य अयमपि अर्थः भवति धूमाधिकरणेषु वह्न्याभावः नास्ति इति तर्हि धूमाधिकरणेषु विद्यमानाः ये घटपटादीनाम् अभावाः तेषां प्रतियोगित्वं घटे पटे इत्यादौ न कदाचित् अपि वह्न्योः तद् अभावस्य धूमाधिकरणे असत्त्वात् अतः धूमाधिकरणे विद्यमानः यः अभावः तस्य या प्रतियोगिता घटपटादौ विद्यमाना सा नास्ति इति अभावः वह्न्योः लभ्यते इदमेव वह्नेः धूमप्रति व्यापकत्वं नाम इदानीं सः श्रोता या जिज्ञासा आसीत् तत् साधयितुं पुनः अन्य उदाहरणं ददाति सर्वेषु धूमाधिकरणेषु वह्निः अस्ति यत्र यत्र धूमः अस्ति तत्र धूमस्य यः कोऽपि अधिकरणम् अस्ति तत्र वह्निः अवश्यम् अस्ति इति अर्थमस्ति भवती धूमाधिकरणेषु वह्न्यभावः नास्ति इति यत्र यत्र धूमा यः कोऽपि धूमादि अधिकरणम् अस्ति तत्र वह्न्या अभावः कदापि नास्ति सो धूमाधिकरणेषु सदैव वह्निः एव अस्ति परन्तु वह्न्याभावः कदापि नास्ति तर्हि धूमाधिकरणेषु विद्यमाना ये घटापटादीनाम् अभावाः तेषां तेषां प्रतियोगित्वं घटे पटे इत्यादौ। वयं जानीमः अत्यन्ताभावः यदि घटाभावः अस्ति तस्य प्रतियोगिता घटे एव अस्ति। सो घटयोगप्रतियोगिता भवति घटाभावः निरुपति अनियोगिता घटाभावः आश्रय अनियोगिता। सो यदि वहन्याभावः यत्र वहनी अस्ति तत्र यत् अधिकरणे वहनी अस्ति या यत्र वहनी अस्ति तत्र घटपटादि या अभावः अस्ति तस्य अभावस्य प्रतियोगिता घटे पटे अस्ति न तु वहनी। सो तो घटपटादि निष्ठप्रतियोगिता भवति निरूप्यति अनियोगिता तस्य घटाभावप्रति अनियोगिता न तु वहन्याभावप्रति अनियोगिता। तत् अभावस्य धूमाधिकरणे असत्वात् इति घटपटादि यस्य अभावः अस्ति तस्य धूमाधिकरणे यत्र वह्नि अस्ति यथा यज्ञशाला यत्र यथा आमहानसे तत्र घटपटादि अभावः नास्ति। अतः धूमाधिकरे विद्यमानः अभावः तस्य या प्रतियोगिता घटापटादौ विद्यमाना सा नास्ति अभावः वह्नौ लभ्यते। सो वह्नी यत्र वह्नी अस्ति तत्र घटपटादि अभावस्य प्रतियोगिता वह्नौ नास्ति। इदमेव वह्ने धूमं प्रति व्यापकत्वं। सो धूमं प्रति वह्नी व्यापक अस्ति इति वा धूम वह्नी प्रति व्याप्य भवति इति तस्य अर्थमस्ति। अस्तु रश्मि भगिनी पुनः पठति वा? आं महोदय। सर्वेषु धूमाधिकरणेषु वह्निरस्ति इत्यस्य अयमपि अर्थः भवति धूमाधिकरणेषु वह्न्यभावः नास्ति इति। तर्हि धूमाधिकरणेषु विद्यमानः ये घटपटादीनाम् अभावाः तेषां प्रतियोगित्वं घटे पटे इत्यादौ न कदाचित् अपि वह्नौ तदा तद् अभावस्य धूमाधिकरणे असत्वात्। अतः धूमाधिकरणे विद्यमानः यः अभावः तस्य या प्रतियोगिता घटपटादौ विद्यमाना सा नास्ति इति अभावः वह्नौ लभ्यते। इदमेव वह्नेः धूमं प्रति व्यापकत्वं नाम। अस्तु अत्र कथं अत्र सर्वेषु धूमाधिकरणेषु वह्नि अस्ति इति साधनीयं। तस्य अर्थः भवति धूमाधिकरणेषु वह्नि अभावः नास्ति इति। इत्युक्ते धूमाधिकरणेषु वह्नि अभावः नास्ति इति इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः अथवा यत्र यत्र वह्नि नास्ति तत्र तत्र धूमः अपि नास्ति इत्येव वाक्यं। कथं वा तत् साध्यते इत्युक्ते यत्र धूमाधिकरणेषु यदि महानसे धूमः अस्ति घटपटादीनामपि अस्ति महानसे किन्तु घटपटादीनां किम् अस्ति महानसे किम् अस्ति घटपटादीनाम् अभावः हा अभावः किन्तु महानसे घटः भवति किन्तु विना वह्नि नास्ति तदापि घटः अस्ति किन्तु धूमः अपि नास्ति महानसे किन्तु समान अधिकरणे अस्ति वा घटः तु वह्नेः किञ्चित् उपरि अस्ति खलु आम् वह्नेः उपरि अस्ति आम् ओ समानाधिकरणे नास्ति अधिकरणं तस्य भवति यत्र अग्निः अग्नौ एव कोऽपि घटं स्थापयति चेत् किं भवति तर्हि धूमाधिकरणेषु विद्यमानः ये घटपट धूमाधिकरणः धूमाधिकरणः यत्किमपि अभावः भवेत् यथा उदाहरणत्वेन घटपटादि तत्र घटस्य प्रतियोगिता घटे एव अस्ति, पटस्य प्रतियोगिता पटे एव अस्ति, किन्तु वह्नौ नास्ति, वह्नौ घटस्य प्रतियोगिता नास्ति, घटस्य न वह्नौ प्रतियोगिता नास्ति, वह्नौ प्रतियोगिता नास्ति, आम् घटाभावप्रतियोगिता घटे एव अस्ति, घटाभावपति न अत्र किं वदति, सर्वेषु धूमादिकरणेषु वह्निः अस्ति इत्युक्ते अपररीत्या वदामश्चेत् धूमादिकरणेषु वह्निः अभावः नास्ति, सर्वपदं न वदति धूमादिकरणेषु वह्निः अभावः नास्ति, तर्हि धूमादिकरणेषु कस्य कस्य अभावः अस्ति, कोटिशः घटः वृक्षः बहु किमपि अभावः भवतु, तेषाम् अभावानां प्रतियोगिता घटे पटे वृक्षौ किमपि शिलाखण्डे किमपि भवतु, किन्तु वह्नौ प्रतियोगिता नास्ति, प्रतियोगित्वं घटे पटे अस्ति किन्तु प्रतियोगित्वं न कदाचित् वह्नौ, वह्नौ प्रतियोगितं प्रतियोगिता नास्ति, तस्मात् पूर्वं किमर्थम् इत्युक्ते वह्नेः अभावः नास्ति इत्यस्मात् वह्नौ प्रतियोगिता नास्ति, यस्य अभावः अस्ति तं प्रति एव प्रतियोगिता भवितुमर्हति खलु, घटाभावः भवितुमर्हति, पटाभावः भवितुमर्हति, वह्नि अभावः न भवितुमर्हति, वह्नि अभावः धूमादिकरणे नास्ति, तस्मात् वह्नौ प्रतियोगिता अभावः अस्ति, प्रतियोगिता नास्ति, प्रतियोगित्वं नास्ति, वह्नौ इस् नेवर् अब्सेण्ट् धूमादिकरणे इति, धूमादिकरणे वह्नेः अभावः न कदापि अस्ति, न कदाचित् भवति, तद् अभावस्य धूमादिकरणे असत्वात् तद् अभावः वह्नि अभावः धूमादिकरणे असत्वात् भिन्नरीत्या वदति इत्युक्ते वह्नौ प्रतियोगिता नास्ति, किमर्थं वह्नि अभावः एव नास्ति, वह्नि अस्ति एव, अस्तु महोदय, इदाधुना समीचीनं वह्नेः अभावः धूमाधिकरणे कदापि न भवति, अतः वह्नौ प्रतियोगिता नास्ति, किन्तु धूमाधिकरणे घटपटादि तेषाम् अभावः भवितुम् अर्हति, किन्तु तेषां प्रतियोगिता घटपटादि एव घटपटादौ एव भवति, अस्तु अग्रे पठतु, अतः धूमाधिकरणे विद्यमानः यः अभावः तस्य या प्रतियोगिता घटपटादौ विद्यमाना सा नास्ति इति अभावः वह्नौ लभ्यते, अस्तु, सो धूमादिकरणे यः अभावः विद्यमानः तस्य यः अभावः विद्यमानः तस्य या प्रतियोगिता तत् घटपटादौ एव भवति न तु वह्नौ इति अधुना एव उक्तम्, इदमेव वह्नेः धूमं प्रति व्यापकत्वं नाम, अत्र सा नास्ति इति अभावः सा का प्रतियोगिता नास्ति इति प्रतियोगितायाः अभावः कुत्र अस्ति, धूमे अधिकरणे नास्ति न प्रतियोगिता अभावः कुत्र अस्ति, प्रतियोगितायाः अभावः घटपट न अभावः घटपटादौ अस्ति, अभावः नास्ति, घटपटादौ प्रतियोगिता अस्ति, वह्नौ तस्य प्रतियोगितायाः अभावः अस्ति, सा प्रतियोगिता नास्ति, अभावः वह्नौ लभ्यते, प्रतियोगितायाः अभावः वह्नौ अस्ति। ओ अस्तु अस्तु आम्, यतोहि वह्नि अभावः न भवितुम् अर्हति। आम् अस्तु अस्तु अस्तु, वह्नि अभावः इति प्रतियोगिता वह्नौ अस्ति, किन्तु अत्र वह्नौ प्रतियोगितायाः अभावः वह्नौ लभ्यते, विपरीतमस्ति। घटपटादिविषये अभावः घटपटादौ सन्ति, अत्र प्रतियोगिता वह्नौ अस्ति, वह्नि अभावस्य प्रतियोगिता वह्नि अभावः नास्ति, अतः प्रतियोगिता वह्नौ अस्ति, प्रतियोगिता अभावः वह्नौ अस्ति, प्रतियोगिता अभावः वह्नौ अस्ति। आमां ब्रह्मात्मक अस्ति, डबल् नेगेटिव्, तदा वह्नि अभावः नास्ति, अवश्यम् अस्ति, तस्मात् वह्नौ वह्नौ प्रतियोगिता अभावः अस्ति, वह्नौ प्रतियोगितायाः अभावः अस्ति एव, अभावः अस्ति इत्युक्ते भावः नास्ति इति, प्रतियोगिता नास्ति, प्रतियोगिता अभावः अस्ति, वह्निः अस्ति, वह्नि अभावः नास्ति इति। किं अभावस्य विरुद्धं प्रतियोगिता खलु, अभावः नास्ति चेत् किम्, अभावः नास्ति चेत् पदार्थः एव तत्र साक्षात् अस्ति, अतः प्रतियोगितायाः प्रतियोगितायाः आवश्यकः एव नास्ति, अभावः नास्ति, वह्नि अस्ति, तर्हि वह्नौ प्रतियोगिता अभावः अस्ति इति भिन्नरीत्या न्यायशास्त्रशैली इति, तत्र चित्रमपि अस्ति खलु, किञ्चित् अधः धूमः अस्ति, अधिकरणमस्ति, पर्वतः अस्ति वा महानसं वा, तस्य वृत्तित्वं घटः भवतु, घटस्य अभावः भवतु नाम उदाहरणम् अभावनिरूपिता प्रतियोगिता घटे अस्ति, किन्तु अभावनिरूपितप्रतियोगिता अभावः वह्नौ अस्ति, वह्नौ प्रतियोगिता नास्ति, किमर्थं वह्नेः अभावः एव नास्ति, प्रतियोगितायाः अभावः वह्नौ अस्ति, किमर्थं वह्नेः अभावः एव नास्ति अधिकरणे, अस्तु महोदय बुद्धं वा केवलं वा अस्तु इति वदति वा, न बुद्धं किन्तु वाक्यस्य शैली भ्रमात्मकः न किन्तु वयं तु जानीमः वह्निः अस्ति इति खलु, धूमः अस्ति चेत् वह्निः अस्ति इति वयं तु आनुभविकज्ञानमस्ति खलु, तत्सर्वं जानीमः, केवलं वाक्यरचना एव अत्र क्लेशः, वह्निः अस्ति चेत् वह्नि अभावः नास्ति खलु, अभावः नास्ति चेत् प्रतियोगिता अभावः अस्ति, वह्नेः अभावः नास्ति, वह्नौ प्रतियोगिता अभावः अस्ति, अत्र विभक्ति अपि किञ्चित् विषयः, एकं षष्टि एकत्र सप्तमे, वह्नौ प्रतियोगिता अभावः, वह्नेः अभावः नास्ति, ओ अस्तु ओ अस्तु अस्तु अधुना तावदेव पठितं खलु भगिनि केवलं चित्रं यथा भवान् उक्तवान् अन्यत् किं तेन कथम् इदमेव वह्नेः धूमं प्रति व्यापकत्वं नाम तेन कथं ज्ञायते व्यापकत्वम् अस्ति व्यापकत्वम् इत्युक्ते सम्बन्धः सो वह्निधूमयोः मध्ये व्यापकत्वं भवति अधिकदेशवृत्ति व्याप्यं भवति न्यूनदेशवृत्ति यथा महोदय तादृशमपि तदपि अत्र चेस् बोर्ड् एक्साम्पल् अस्ति उदाहरणं तत्र वह्नी अधिकरण अधिकानि सन्ति किन्तु धूम अधिकरणानि न्यूना सन्ति यत्र यत्र धूम अस्ति तेषु सर्वे अधिकरणेषु वह्नी अपि अस्ति किन्तु सर्वे वह्नी यत्र अस्ति तत्र धूम नास्ति सो व्याप्यकत्वम् अधिकदेशवृत्तिः भवति व्याप्य न्यूनदेशवृत्ति भवति इति अपि भवति तयो मध्ये यथा मृगाः अश्वः यत्र यत्र अश्वः तत्र मृगः किन्तु यत्र मृगः तत्र अश्वः इति न असत्यं खलु सत्यं तर्हि यत्र यतोहि मृगाः अतिदेश किम् अधिकदेश अधिकदेशवृत्तित्वम् अश्वेषु किम् अश्वेषु न्यूनदेशवृत्तित्वं तथा भवती किं वक्तुमिच्छति लक्ष्मीभगिनी अन्तिमवाक्यं प्रति इदमेव वह्नेः धूमं प्रति व्यापकत्वं नाम इति व्यापकत्वं व्यापकत्वम् इत्युक्ते किम् इति मनसि आगतं किन्तु सरला भगिनी उक्तवती अधिकदेशवृत्तं न्यूनदेशवृत्ति तदपि अत्र आनेतव्यं व्यापकत्वम् इत्युक्ते किं सम्बन्धम् एकः तु अस्ति सम्बन्धं वह्नेः धूमयोः मध्ये सम्बन्धम् अन्यम् अस्ति अधिकदेशवृत्तित्वं न्यूनदेशवृत्तित्वमपि अपि महोदय उक्तवान् अत्र यथा सिद्धान्तेन अत्र वह्नी धूमतयो मध्ये यथा पूर्वं वयं व्याप्तिभाव व्याप्त्या धूम अधिकरणेषु व्याप्ता भाव कथं वयं व्याप्ति तस्य परिभाषा अस्ति वृत्तित्व अभाव इति व्याप्ति इति वयं साधनीयं कति इदानीं व्याप्यकत्वं वह्नी आदाय अत्र साधनीयम् अस्ति अत्र वह्निधूमविषये अत्र न केवलं व्यापकत्वं कार्यकारणसम्बन्धः अपि अस्ति सर्वत्र नास्ति व्याप्तिविषये सर्वत्र कार्यकारणभावः नास्ति किन्तु अत्र धूमं कार्यमस्ति वह्निकारणं खलु सर्वत्र तथा नास्ति अश्वमृगविषये तादृशकार्यकारणभावः नास्ति व्यापकत्वम् अस्ति कार्यकारणभावः तत्र नास्ति कुत्रचित् कार्यकारणभावः अपि अस्ति इति स्वरूपमहोदयस्य वर्गे पूर्वं चिन्तितम् अस्तु अस्तु शनिवासरकक्षायां यदि भवती भवान् भवती जानाति वा वदतु व्यापकत्वम् इति तस्य व्याकरणरीत्या उत्पन्नं कथम् अभवत् इति इत्युक्ते तत् वि अप् अनन्तरं नुल् प्रत्ययः अपि आगच्छति किन्तु मध्ये धातु किम् अस्ति इति आप् धातु भवति न भगिनि आप धातु न जानामि वी आप धातु लैक् आप्नोति इति ओ अस्तु आप्नोति आमां सत्यम् आप् धातु तदनन्तरं यथा भवती उक्तवती अक् प्रत्यय इति अपि भवितुं शक्नोति वि उपसर्गपूर्व आप् धातु रोल् प्रत्यय तत्र ये व्यापक इति भवति तस्य भाव घञ् प्रत्यय व्यापकत्वं भवति अस्तु अस्तु आप् धातु अहं चिन्तयामि भवति केवलं प्रत्ययविषये एव जानामि उन्वुल् प्रत्ययः इति पूर्वं सम्यक् न जानामि वि प्रायः वि उपसर्गपूर्व आप् धातु अस्तु व्यापकः अत्र रोल् प्रत्ययः भवति तस्य युवोरनाको इति सूत्रेण रोल् वकारस्य स्थाने अकार आगच्छति अकार लकार तस्य लोपः भवति सो अक् आगच्छति सो आप् धातु अक् इति भवति सो आप् अन्ते किं तल् प्रत्ययः वा तल् न सुन्दरत्वं घञ् प्रत्ययत्वं भवति नो तल् प्रत्ययता भवति यथा सुन्दरता सुन्दरता इति तल् प्रत्ययः वतुप् प्रत्ययः वतुप् वतुप्प मतुप्प पूर्वं अस्मिन्नेव पुस्तके अस्ति अस्मिन्नेव पुस्तके ओ मतुप् तत्र ज्ञानवान् इति ज्ञानवान् ज्ञानवान् ज्ञातवती इति तत् अस्ति वतुप् मतुप् त्वं महोदय मतुप् एव त्व अस्तु घञ् ओ पश्यामि घञ् इति अत्र पृष्ठसङ्ख्या एकचत्वारिंशत् पश्यतु विद्याधरी पुस्तके तत्र अस्तु अत्र गन्धवती इत्यत्र यः मतु प्रत्ययः ततः भावप्रत्ययः कार्यः ततः च गन्धवती प्लस्त्व गन्धवत्व इति पदम् प्रत्ययः तत् अस्ति घञ् अस्ति अस्तु भाव लिखितवती विद्या विद्याभगिनी रक्षाभगिनी सा इति उक्तवती अहं लिखितवती घञ् प्रत्यय इति त्वं भवति तल् प्रत्यय ता भवति इति अस्तु त्वम् इति घञ् अस्ति अर्थः समान अस्ति द्वयोः तल् अथवा इति यदि विशेषणम् आगच्छति तत्र द्वे अपि वयं तत्र यत्र वयं उद्देश्यभाव इति तत् पाठं कृतवान् कृतवन्तः तत्र अपि इति आगच्छति इति विरामः महोदय अग्रे सोमवासरे वर्गः भवति वा आमां यत् शनिवासरे भवति समानं भवन्तः इच्छन्ति चेत् भवन्तः न इच्छन्ति चेत् न भवति यथा किं लक्ष्मी भगिनी वर्गः भवेत् वर्गः अस्ति चेत् अहम् अवश्यम् आगमिष्यामि महोदय किन्तु भवान् तु शनिवासरे अपि अस्ति इति कृत्वा भवान् यदि अन्यकार्ये मग्नः अस्ति चेत् मां वदतु नो चेत् अहम् आगमिष्यामि अस्तु तदेव कुर्मः अहं शनिवासस्य ध्वनिमुद्रं शृणोमि यत्तादृशं तथा अस्ति चेत् शनिवासस्य ध्वनिमुद्रं शृणोमि किन्तु मम कृते पुनर् अभ्यासः दीर्घवाक्यानां पुनरभ्यासः सम्यक् एव भवति किन्तु तथैव कुर्मः. किन्तु किन्तु यदि एकः एव छात्रः अस्ति चेत् भवान् विरामं स्वीकरोतु महोदय, चिन्ता नास्ति. अस्तु अस्तु. सरला भगिनी किं वदति? ध्वनिमुद्रां स्टाप् करोतु महोदय. धन्यवादः महोदय.